अद्य आरभ्य अस्माकं वर्गे विद्याधरीग्रन्थस्य लक्षणभागस्य चर्चा आरभते. एतावता अस्माभिः यत् पठितं तत् सर्वम् उद्देशग्रन्थः आसीत्, यत्र नामकरणं, परिभाषा, वस्तूनां, पदार्थानां परिचयः, न्यायपरिभाषया सम्बन्धः, वस्तुनः मध्ये सम्बन्धः कथम् उच्यते इत्यादिकम् एतावता उद्देशभागे अस्माभिः लक्षितम्. अद्य आरभ्य लक्षणभागः आरभते. तर्हि सप्तत्रिंशत्तमे पुटे सर्वे सन्ति इति मन्ये. अद्य वर्गे वाक्यशः पठित्वा गन्तुं शक्नुमः, किञ्चित् किञ्चित् पठित्वा तस्य चर्चा भवति. राजेन्दर् महोदय प्रारम्भं करोति वा? आम् आम् आं भगिनि. द्रव्यनिरूपणम् उद्देशग्रन्थानुसारेण आदौ पृथ्वीं निरूपयति. तत्र गन्धवती पृथ्वी, सा द्विविधा नित्या अनित्या च. नित्या परमाणुरूपा, अनित्या कार्यरूपा, पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात्. शरीरं समधादिनाम् इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवते वर्ति विषयो मृतपाषाणादिः इति. विद्याधरीग्रन्थे स्थूलाक्षरैः यत्किमपि लिखितं भवति चेत् तद् मूलग्रन्थस्य वाक्यानि इति सर्वे जानन्तु. मूलग्रन्थः अस्ति तर्कसङ्ग्रहः इति. तस्य व्याख्या अस्ति विद्याधरी. तर्हि यत्र कुत्रापि विद्याधर्या स्थूलाक्षरैः यत्किमपि पश्यन्ति तद् मूलग्रन्थस्य वाक्यानि एव भवन्ति. इदानीं महोदयेन यत् पठितं गन्धवती पृथ्वी इति, गन्धवती पृथ्वी इति उच्यते. आदौ अस्माभिः प्रथमे वर्गे एव नवद्रव्याणि दृष्टानि आसन्. तस्मिन् नवद्रव्याणि के के इति कोऽपि स्मारयति वा? राजेन्द्रमहोदय प्रयत्नं करोति किम्? पृथ्वी, जलं, वायुः, अग्नि, तेजः. क्षम्यतां भगिनि, तेजः तेजः अग्नि अथवा तेजः तेजः काल कालः आकाशः आत्मा मन् मनसि अन्यत् दिशि दिशि हा दिग् आत्मा मनः नवद्रव्याणि. तेषु पृथ्वी इति द्रव्यम् अन्यतमा अस्ति. पृथिव्याः गुणः कः? गन्धः. पृथिव्याः गुणः, पृथिव्यां गन्धः इति गुणः भवति इत्यतः गन्धवती पृथिवी इति उच्यते. न्यायपरिभाषया गन्धवती पृथिवी इति वाक्यं भवति. एतावता महोदयेन पठितं पृथिवी पुनः द्विविधा नित्या अनित्या च. नित्या रूपी पृथिवी भवति परमाणुरूपा, अनित्या कार्यरूपा, पुनः तत्र त्रिविधा शरीरेन्द्रियविषयभेदात्. शरीरम् अस्मदादीनाम् इन्द्रियं ग्रन्थग्राहकं घ्राणं नासाग्रवर्ति विषयो मृत्पाशादिः इति. एतत् सर्वं मूलग्रन्थस्य वाक्यं, यथा मूलग्रन्थे अस्ति तत् सर्वम् अत्रापि प्रदर्शितमस्ति. तस्य विषये अग्रे चर्चा भवति. किन्तु अधुना अस्माकं अवधानं भवति लक्षणं, लक्षणं नाम किम्, अपि च लक्ष्यम् इत्युक्ते किम् इत्यस्य विषये आधिक्येन अद्य चर्चा भवति. केन केन आगतम् इदानीं? नूतनतया केनापि आगतं वा? भरणी भरणी महोदय. अन्य कोऽपि? के के सन्ति भरणी महोदय आगतवान् मध्ये अनन्तरं? सन्ध्या भगिनी. सन्ध्या भगिनी, अस्तु. अन्य कोऽपि? अस्तु, तर्हि अजितमहोदय अग्रे किञ्चित् पठितुमिच्छति किम्? आम् भगिनि. ग्रन्थः लक्ष्यभूतायाः पृथिव्याः लक्षणम् इत्युक्तम्. तत्रादौ किं लक्ष्यमिति निरूप्यते. जिज्ञासितः ज्ञातुमिष्टः कश्चित् पदार्थः लक्ष्यमिति शास्त्रे व्यवह्रियते. तत्र विद्यमानः कश्चित् विलक्षणः पदार्थः लोके विशिष्ट्यं गुणः इति वा वैशिष्ट्यं गुणः इति वा प्रसिद्धः यः लक्ष्यसमानजातीयः यावन्तः तेषु सर्वत्र स्यात्. एवं लक्ष्यविजातीयाः ये तेषु मा भूत् सः तल्लक्षणमिति उच्यते. यथा केनचित् आदौ लक्ष्यं लक्षणम् इत्यस्य अत्र प्रस्तावः अस्ति, तद् किम् इति पश्यामः. प्रारम्भतः पठित्वा यदवगतं वदतु किञ्चित्. गन्धः लक्ष्यभूतायाः इत्यतः आरभ्य. पुनः आरम्भतः वाक्यशः परिशीलनं भवतु. गन्धः लक्ष्यभूतायाः पृथिव्याः लक्षणम् इत्युक्तम्. इत्युक्ते पृथिव्याः लक्षणं गन्धः. कीदृश्याः पृथिव्याः? लक्ष्यभूतायाः पृथिव्याः. लक्ष्यभूतायाः पृथिव्याः लक्षणं गन्धः. लक्षणं गन्धः. अग्रे लक्ष्यम् इति किम् इति निरूप्यते. अग्रे पठतु. तत्रादौ किं लक्ष्यमिति निरूप्यते. जिज्ञासितः ज्ञातुमिष्टः कश्चित् पदार्थः लक्ष्यमिति शास्त्रे व्यवह्रियते. लक्ष्यं कः ज्ञातुमिष्टः? लक्ष्यम्. अस्माकं चर्चायाम् अस्माकं जिज्ञासा कुत्र भवति? अधुना पृथिव्याः गुणः कः इति जिज्ञासया पृथिव्याः विषये यद्वदामः तर्हि पृथिवी इति अस्माकं लक्ष्यं भवति. जिज्ञासा, तस्य क्तप्रत्ययभूतपदं जिज्ञासितः इत्युक्ते ज्ञातुम् इष्टः कश्चित् पदार्थः लक्ष्यम्. अत्र इदानीं वदतु लक्ष्य कस्य प्रश्नः? रश्मिभगिन्याः प्रश्नः आसीत् लक्ष्यभूता इत्युक्ते किम् अधुना भगिनि? रश्मिभगिन्याः कनेक्षन् किञ्चित् भ्रंशम् अभवत्. अस्तु अस्तु, तर्हि भवानेव वदतु. ज्ञातुमिष्टः पदार्थः लक्ष्यं, तर्हि लक्ष्यभूतायाः पृथिव्याः इत्युक्तौ अस्माकं लक्ष्यं किम्? पृथिवी एव अस्माकं लक्ष्यं खलु? पृथिवी अस्माकं लक्ष्यमस्ति. पृथिवी लक्ष्यमस्ति इत्यतः लक्ष्यभूतायाः पृथिव्याः. पृथिव्याम् अस्माकम् इच्छा अस्ति, ज्ञानेच्छा अस्ति पृथिव्याः विषये ज्ञातुं. तदर्थं पृथिवी अस्ति अस्माकं लक्ष्यं, लक्ष्यभूता पृथिवी. तस्य कश्चन लक्षणम् अस्ति, तद् लक्षणं गन्धः इति उच्यते. लक्ष्यम् अस्ति पृथिवी, लक्षणं तस्य गन्धः इति व्यवह्रियते. भगिनी, किन्तु लक्ष्यः पृथिवी, लक्षणं गन्धम् इति वक्तुं शक्नोति वा? लक्ष्यं पृथिवी, लक्षणं गन्धम्. लक्षणं भवति कश्चन गुणः. पृथिव्यां गन्धः इति गुणः इति वयं जानीमः. तर्हि अस्माकं लक्ष्यमस्ति पृथिवी, अस्मिन् विशिष्टः गुणः यद्वर्तते तद् लक्षणं, सः एव लक्षणं भवति. किन्तु लक्ष्यभूताय इत्युक्ते किं? भूताय पदम्, लक्ष्यभूता इत्युक्ते यद् अस्माकं लक्ष्यम् इति यस्मिन् आरोपितमस्ति अस्माभिः संज्ञा अथवा नाम, एतदस्माकं लक्ष्यम् इति, तदर्थं लक्ष्यभूता पृथिवी. आं, समीचीनम्. अस्तु, तर्हि गन्धः प्रश्नः अस्ति भगिनि. वदतु भगिनि. गन्धः खलु यद् वदामः चेत् पृथिव्याः अतिमुख्यः गुणः अस्ति गन्धः, तदेव लक्षणम् इति वयं वदामः वा? न, किमर्थं गन्धः लक्षणम् इति अग्रे विवृतमस्ति. हा, तो एकमेव भवति लक्षणम् अथवा अनेकानि लक्षणानि भवितुम् अर्हति वा? तद् अग्रे पश्यामः. लक्षणं नाम किम् इति अग्रे अस्ति, अद्यतनः विषयः तदेव अस्ति, लक्ष्यं लक्षणम् इति. अस्तु, तर्हि अग्रे विद्याशङ्करमहोदय पठति वा तत्र विद्यमानः? अस्तु, तत्र विद्यमानः कश्चित् विलक्षणः पदार्थः लोके वैशिष्ट्यं गुणः इति वा प्रसिद्धः, यः लक्ष्यसमानजातीयाः यावन्तः तेषु सर्वत्र स्यात्, एवं लक्ष्यविजातीयाः ये तेषु माभूत् सः तल्लक्षणं तल्लक्षणम् इति उच्यते. अस्तु अस्तु महोदय, परिशीलनं कुर्मः वाक्यस्य पुनः, पठतु. तत्र विद्यमानः इति, तत्र विद्यमानः कश्चित् विलक्षणः पदार्थः लोके वैशिष्ट्यं गुणः इति वा प्रसिद्धः, अत्र तत्र इत्युक्ते तस्मिन् विषये पदार्थे तद्लक्ष्ये विद्यमानः कश्चित् विलक्षणः इति विशेषणः पदार्थः इति वा विशेषणं वा? विलक्षणः, विलक्षणः इत्युक्ते विशिष्टः. ओके, विशिष्टः पदार्थः लोके पृथिव्यां विशेषतया, पृथिव्यां गन्धवती पृथिवी इति किमर्थं सञ्जातं? पृथिव्यां विशेषतः गन्धः इति अस्ति कश्चन गुणः अथवा पदार्थः. तदर्थं तत्र विद्यमानः, तत्र इत्युक्ते अत्र लक्ष्ये, अस्माकं लक्ष्यं पृथिवी, पृथिव्यां विद्यमानः अथवा तत्र विद्यमानः कश्चित् विलक्षणः पदार्थः लोके वैशिष्ट्यं गुणः इति वा प्रसिद्धः. अग्रे, यः लक्ष्यसमानजातीयाः यावन्तः तेषु सर्वत्र स्यात्, एवं लक्ष्यविजातीयाः ये तेषु मा भूत् सः तद्लक्षणम् इति उच्यते. यत्तद्गुणः अस्ति तद्गुणः तस्मिन् तत् लक्ष्यस्य लक्ष्याः जातीयाः सर्वत्र तद् भवितव्यम्. यत्र लक्ष्यविजातीयाः ये तत् लक्ष्य तत् जातीया नास्ति तेषु तत् लक्षणं न भवति. तद्गुणः लक्षणम् इति वयं वदामः. अधुना अवगम्यते वा राधिका भगिनी? अत्र अहं शान्ति अस्मि. एकः प्रश्नः अस्ति, तल्लक्षणम् इति तल्लक्षणं समस्तपदं वा? तत्र सन्धिकार्यं जातं तल्लक्षणं तल्लक्षणम् इति. सन्धिः एव वा, समस्तपदं न? तत् लक्षणं तल्लक्षणम् इति, अपि च स्थूलाक्षरे अस्ति इत्यस्य अर्थः मूलग्रन्थात् उद्धृतः इति वा किमपि तथा. अस्तु वा भगिनि? तर्हि राधिका भगिनी, भवत्याः इदानीं किम् अवगतम् इति किमपि वदति वा? क्षम्यतां भगिनि, किञ्चित् क्लेशः अपि इदानीमपि अस्ति मया. यदि वदामः जाति इति वदामः चेत् पुस्तकानि एका जाति, तदनन्तरं धेनवः एका जाति, तादृशमेव जाति इत्युक्ते तदेव खलु? जातिः इत्युक्ते पुस्तकत्वं गोत्वं धेनुत्वं. जातिः नाम अनिर्वचनीयानि जातयः इति दृष्ट्वा भवती ज्ञातुं शक्नोति. धेनून् दृष्ट्वा सर्वे धेनवः इति कथञ्चित् ज्ञातुं शक्नोति. सर्वासु धेनुषु धेनुत्वम् अथवा गोत्वं जातिः अस्ति इति ज्ञातुं शक्नोति. किन्तु वाक्यैः प्रकटीकर्तुं शक्नोति वा धेनुत्वम् इत्यस्य परिभाषा का इति अहं पृच्छामि चेत् किञ्चित् वदतु इति पृच्छामि चेत् करोति वा, कर्तुं शक्नोति वा? तद् वदामि चेत् एका बहु वाक्यानि भवन्ति तत्र, बहूनि वाक्यानि भवन्ति खलु, बहूनि वाक्यानि किन्तु विशिष्टतया धेनुत्वम् इदमेव इति वक्तुं किञ्चित् क्लिष्टकरः भवति. किन्तु अभिज्ञानाय सर्वासु धेनुषु एका जाति वर्तते धेनुत्वं, सर्वेषु पुस्तकेषु एका जाति वर्तते पुस्तकत्वम् इति वयं जानीमः. कथं जानीमः? अवयवादीन् दृष्ट्वा, पुस्तकस्य पुटानि दृष्ट्वा, कागदं दृष्ट्वा पुस्तकम् इति अभिज्ञानं भवति, भानं भवति मनसि पुस्तकत्वम् इति सर्वेषु पुस्तकेषु अस्ति इति. किन्तु तद् जातिः लक्षणम् इति वक्तुं न शक्नुमः, यतोहि एकः एव विशिष्टः गुणः अस्ति इति दर्शयितुं न शक्नुमः. पुस्तकत्वं जातिः एव अनिर्वचनीयमस्ति, यद् सामान्यतया शब्दैः एक इदमेव विशिष्टं लक्षणम् अथवा स्वभावः इति यद्वत् यत्र वक्तुं न शक्नुमः तदस्ति जातिः. किन्तु यत्र विशेषतया इदमेव लक्षणम् इति वक्तुं शक्नुमः तदस्ति लक्षणम्. लक्षणम् इत्युक्ते सा जातिः अस्ति, तत्रैव अस्ति, अन्य कुत्रापि न अस्ति तत् लक्ष्यं, तदेव लक्षणम्. विशिष्टः गुणः प्रथमतया, अपि च लक्ष्यसमानजातीयाः यावन्तः. लक्ष्यसमानजातीयाः अवगच्छति वा? समानजाति पृथिवीत्वम् इति जातिः यत्र कुत्रापि अस्ति तत्र सर्वत्र गन्धः इति गुणः भवेत्. गन्धः गुणः जाति एव गन्धः स्वीक्रियते, अन्य कोऽपि अन्य कुत्रापि गन्धः न भविष्यति. अन्यत्र कुत्रापि गन्धः न भविष्यति. आम् धन्यवादः. पृथिव्यामेव लक्ष्यसमानजातीयाः पृथिवीत्वमिति जातिः, अपि च पृथ्वी इति अस्माकं लक्ष्यं. लक्ष्यसमानजातीयाः इत्युक्ते यावन्तः पदार्थाः ये पृथ्वीत्वं जात्याम् अन्तर्भूताः तेषु सर्वेषु सः विशिष्टः गुणः भवत्येव. प्रथमतया विशिष्टः गुणः. द्वितीयः नियमः अस्ति लक्ष्यसमानजातीयः यावन्तः तत्र सर्वत्र. अपरः अस्ति लक्ष्यविजातीयाः तेषु न भवति. लक्ष्यविजातीयाः इत्युक्ते कोऽपि वदति किं किम् इति? इत्युक्ते यत्र यत्र पृथिवी वा पृथिव्याः पृथिवीत्वं यत्र यत्र न भवति तत्सर्वं ते सर्वे लक्ष्यविजातीयाः. लक्ष्यविजातीयाः यत्र यत्र पृथ्वीत्वं नास्ति लक्ष्यविजातीयाः भवन्ति तादृशाः पदार्थाः. तेषु एषः विशिष्टः गुणः मा भवेत्. तादृशः विशिष्टः गुणः यद् यः लक्ष्यसामानजातीयेषु वर्तते अपि च लक्ष्यविजातीयेषु न वर्तते सः तल्लक्षणं. तल्लक्षणम् इत्युक्ते तद्लक्षणम् इति उच्यते. अत्र प्रश्नः अस्ति वा भगिनी? कुत्रचित् वयं पुस्तके पुस्तकत्वं पृथिवीत्वम् अपि सन्ति इति पठितवन्तः. सत्यं पुस्तकं पृथिवी इत्यस्मिन् अन्तर्भूतः एव भवति. पृथिवी इत्यस्य श्रेण्याम् अन्तर्भूतः भवति. अतः तल्लक्षणं पृथिवीत्वं विशेषलक्षणं पुस्तकत्वम् इति वदामः? न पृथिवीत्वम् अथवा पुस्तकत्वं जातयः सन्ति, न तु लक्षणं. पृथिवीत्वं वा अथवा पुस्तकत्वं वा इदम् अस्मिन् जात्याम् अस्ति इति प्रदर्शयितुम् एव स्वीकृताः समानधर्माः सन्ति. पुस्तकत्वं पृथिवीत्वं सर्वं केवलं श्रेणीकरणार्थम् एतद्वस्तु अस्मिन् जात्याम् अस्ति इति प्रदर्शयितुम्, किन्तु जातिः लक्षणं नास्ति. लक्षणम् इत्युक्ते कश्चन विशिष्टः गुणः वदामः खलु, एक्स्क्लूसिव्लि इति वदामः खलु आङ्ग्लभाषायां, तथा. तर्हि पुस्तकस्य लक्षणं गन्धम् इति वदामः? सत्यं पुस्तकं पृथिवी, मूलभूततया पुस्तकं पृथिवी. विश्वे यावन्तः पदार्थाः सन्ति तेषु गन्धः भवति चेत् पृथिवी पार्थिवद्रव्यम् इति वदामः. पार्थिव अथवा पृथ्वीतः पृथ्वीजनकवस्तु अथवा द्रव्यम् इति वदामः, तस्मिन् गन्धः इति विशिष्टः गुणः. सर्वेषु पार्थिवद्रव्येषु गन्धः वर्तते एव, तर्हि लक्ष्यसमानजातीयेषु वर्तते एव, लक्ष्यविजातीयेषु न भवति. लक्ष्यविजातीयः इत्युक्ते यद् पृथ्वी नास्ति इति. जले गन्धः अस्ति वा? जले गन्धः नास्ति. अथवा तेजसि, तेजः अपि एकं द्रव्यम् आसीत् खलु, तेजसि गन्धः अस्ति वा? नास्ति. वायु, वायौ स्पर्शः इति गुणः विशिष्टः गुणः आसीत्, गन्धः तु न आसीत् एव. तर्हि पृथिव्यामेव एषः विशिष्टः गुणः अस्ति, लक्ष्यसामान्येषु सर्वत्र अस्ति. यत्किमपि पृथिवी इति वदामः तत्र तत्र गन्धः वर्तते एव. यद् लक्षविजातीयमस्ति इत्युक्ते पृथिव्याः श्रेण्यां न अन्तर्भूतः भवति तत्र गन्धः न भवति एव. तदर्थं गन्धः लक्षणम्. भगिनी प्रश्नः अस्ति, भवती उक्तवती जले गन्धः नास्ति यतः तत्र पृथिवी नास्ति इति, परन्तु यदा कदापि तत्र जले कदा कदापि गन्धः अस्ति एव, तर्हि तत्र तत्र किं वदामः? जलं, शुद्धं जलं स्वीकुर्मश्चेत् तत्र शुद्धजलस्य वर्णः न भवति अथवा गन्धः न भवति. मूलभूततया जलस्य गुणः अस्ति शैत्यम् इति, यद्वयं दृष्टवन्तः प्रथमे एव वर्गे. शुद्धजले एतादृशानि वस्तूनि न भवन्ति, गन्धः वा अथवा रूपं वा एतादृशः पदार्थः न भवति एव. किन्तु जले यदा वयं गन्धम् अस्ति इति वदामश्चेत् तत्र पार्थिवद्रव्यं प्रविष्टं जलं भवति. इत्युक्ते पृथिव्याः अंशः जले प्रविष्टः अस्ति इति. तर्हि तत् समये अपि तद् जलं जलमेव भवति, केवलं शुद्धजलं न भवति, तत्र पृथिव्याः अंशः अपि तत्र अस्ति इति, जलमेव अस्ति. जलमेव अस्ति, किन्तु गन्धः जलस्य लक्षणम् इति न वदामः एव. पृथिव्याः लक्षणं, पृथिव्याः तत्र अंशः अस्ति अतः पृथिव्याः लक्षणमपि आगतम् इति. अवगतं. पृथिव्याः अंशः प्रविष्टः अस्तु. तर्हि गन्धः इति पदार्थः जले स्वाश्रयसंयोगेन भवति इति उच्यते. कः संयोगः? स्वाश्रयसंयोगः इति इत्युक्ते गन्धः इति वस्तु स्वस्य आश्रयः कः, गन्धस्य आश्रयः कः? पृथिवी. गन्धस्य आश्रयः पृथिवी. यतोहि पृथिवी जले अस्ति तदर्थं जले वयं तस्य गन्धः भवति, नो चेत् न. तर्हि गन्धः पृथिव्याः अंशः यः जले अस्ति तस्मिन् अस्ति गन्धः. गन्धस्य आश्रयः वस्तुतः पृथिवी एव. तस्य संयोगेन, स्वाश्रयसंयोगेन भवति जले. अस्तु अस्तु वा, धन्यवादः भगिनि. यावन्तः इत्युक्ते किम्? यावन्तः तावन्तः. ओ, यावत् तावत् तस्य बहुवचनम्. ओ ओके, अस्तु. षष्ठीविभक्ति न वा यावन्तः तत्र? समानजातीयः. ओ अस्तु, लक्षसमानजातीयः प्रथमविभक्ति बहुवचनं यावन्तः. एकवचने वदामि चेत् लक्षसमानजातीयं यावत् तस्मिन् सर्वत्र इति, तावदेव. तर्हि अवगच्छन्ति वा लक्ष्यं लक्षणम् इति द्वे पदे अत्र अस्माभिः दृष्टे. प्रश्नाः न सन्ति चेत् अग्रे गच्छामः. प्रश्नाः सन्ति वा अथवा अवगतम्? अस्तु, अग्रे शिवरामकृष्णमहोदय पठति वा. आम्, यथा केनचित् गौः ज्ञातव्यास्ति सा तर्हि जाता लक्ष्यं, तस्याम् अस्ति पदार्थः सः गोजातीयेषु गोत्वाश्रयेषु यावत्सु अवश्यं भवति गोविजातीयेषु गोत्वाभावश्रयेषु आश्रमाहिष्यादिषु न एव अस्ति तादृशं च सांस्यपदार्थं दृष्ट्वा तद्विति या सा गौः इति वेत्ति. तर्हि पुनः पठतु महोदय वाक्यशः किञ्चित् पठित्वा वदतु. आम् यथा केनचित् गौः ज्ञातव्यास्ति. अहं चिन्तयामि यथा पृथिव्याः लक्षणं लक्षणं गन्धः इति अवगमनमस्ति तथा एव गौः अपि इति अहं मन्ये. अत्र उक्तमस्ति गौः ज्ञातव्या अस्ति केनचित् केनचित् मनुष्येण गौः ज्ञातव्या अस्ति. तर्हि गौः इति अस्माकं ज्ञातुम् इष्टः अथवा जिज्ञासितः पदार्थः खलु. तर्हि सा गौः किम् अधुना अस्माकं गौः लक्ष्यमस्ति खलु. हा गौः लक्ष्यमस्ति जिज्ञासितः ज्ञातुम् इष्टः पदार्थः इदानीम् अधुना गौः इति तदस्माकं अग्रे पठतु. सा तर्हि जाता लक्ष्यं तथा एव गौः लक्ष्यमिति. आम् तस्याम् अस्ति सांस्यपदार्थः इत्युक्ते किं भगिनि. तस्याम् सास्ना पदार्थः सास्ना इति किम् इति तत्र टिप्पणीरूपेण अधोभागे अस्ति वन् इति संख्या तत्वा पठतु. गौः तदेव गौः गलाधोभागे लम्बमानः मृदुः अवयवविशेषः. इदानीम् अवगच्छति वा गां पश्यन्ति चेत् तस्य कण्ठभागे एकः चर्मविशेषः भवति. लूस् स्किन् इव भवति सः गोजातीयेषु गोत्वाश्रयेषु यावत्सु अवश्यं भवति. यथा गोः पश्यति चेत् सास्ना दृष्ट्वा एव गोः इति अवगमनम् अस्ति अथवा न तथा एव इति अहं मन्ये. गां दृष्ट्वा तस्मिन् गोत्वम् अस्ति इति अभिज्ञातुं शक्नुमः. अस्तु गोत्वम् इति जातिः कुत्र भवति कुत्र यत्कोपि जन्तवः सास्ना अस्ति खलु. या कापि गोः भवतु तस्यां गोत्वं भवति एव खलु. गोजातीयेषु सर्वासु गोत्वं भवत्येव. गोत्वस्य आश्रयः गोत्वाश्रयः तेषु गोत्वाश्रयेषु. सर्वे अवगच्छन्ति वा? सास्नापदार्थः गोजातीयेषु गोत्वाश्रयेषु यावत्सु अवश्यं भवति. इत्युक्ते गोत्वम् आश्रयः यस्य, गोत्वाश्रयः, गोत्र गोत्वाश्रयः कः? हा गौः. गोत्वस्य आश्रयः गौः भवति. यावत्सु भवन्ति गोत्वाश्रयाः तेषु सर्वेषु सास्ना निश्चयेन भवति. तादृशी गौः न भवत्येव यस्य सास्ना न भवति इति कदापि दृष्टवन्तः वा? यस्य सास्ना न भवति तादृशी गां दृष्टवन्तः वा? न, तथा न भवत्येव. तर्हि सर्वासु गोषु भवति, गोजातीयेषु गोत्वाश्रयेषु यावत्सु इत्युक्ते सर्वासु गोषु भवत्येव सास्ना इति पदार्थः इति अङ्गीक्रियते सर्वैः. तर्हि इदानीं अङ्गीकृतमस्ति यद् सर्वासु गोषु भवति एव सास्ना पदार्थः इति. अग्रे गोविजातीयेषु इत्युक्ते यः प्राणी गौः नास्ति तस्मिन् भवति वा न वा इति अग्रे चर्चा अस्ति. अग्रे पठतु महोदय. गोत्वाभावाश्रयेषु अश्वमहिष्यादिषु न एव अस्ति. गोविजातीयेषु नाम यत्कोपि गावः नास्ति. गोत्वाभावाश्रयेषु अश्रमाहिष्यदिषु न एव अस्ति. भगिनी तद् अर्थं कः? गोत्वाभाव आश्रयेषु आश्रयेषु आमां गोत्वाभाव गोत्वाश्रयः गौः अस्ति. गोत्वा अभाव आश्रयः गोत्वस्य अभावः यस्मिन् सः गोत्वाभावस्य आश्रयः सः तेषु इति. गोत्वस्य अभावः कुत्र कुत्र वर्तते? अश्वे गोत्वमस्ति वा? अश्वे अस्ति, किमपि गावः नास्ति. गां विहाय अन्यत्र सर्वं भवति. अश्वः तस्मिन् गोत्वाभावः भवति. महिषि बफलो तस्मिन्नपि गोत्वाभावः भवति. तेषु प्राणिषु नैव भवति. सास्ना इति पदार्थः गां विहाय अपरेषु मृगेषु न भवति. अश्वेषु वा महिषेषु वा अथवा शुनकेषु वा न भवत्येव सास्ना इति पदार्थः. तर्हि एते सर्वे मृगाः गोविजातीयाः अथवा गोत्वाभाव आश्रयाः. तेषु सास्ना पदार्थः न वर्तते एव. अग्रे अन्तिमवाक्यं पठतु महोदय. तादृशं च सास्नापदार्थं दृष्ट्वा तद्विति या सा गौः इति वेत्ति. तादृशं सास्नापदार्थं दृष्ट्वा तद्वति या सा गौः इति वेत्ति. अत्र सास्नापदार्थं दृष्ट्वा तद्वति नाम यस्मिन् सास्ना अस्ति अस्ति हा यस्यां सास्ना अस्ति सा गौः इति वेत्ति जानाति. तर्हि गौः लक्षणं किम्? सास्नापदार्थः एव गौः लक्षणं. अद्वितीयं लक्षणम्, अद्वितीयः गुणः, गां विहाय अन्यत्र न भवति, अपि च सर्वासु गोषु भवति सासना इत्यतः सासना गोः लक्षणम् इति उच्यते. यदा गौः अस्माकं लक्ष्यं भवति तदा तस्य लक्षणम् अस्ति सासना इति. अत्र प्रश्नः अस्ति वा? अन्य कोऽपि आगतवान् वा? सासना अर्थ लूस् स्किन्. लूस् स्किन् अण्डर् द नेक्. पदार्थ इस् जस्ट् सेपरेट् राइट्. सासना इस् जस्ट् लूस् स्किन्. सासना इति कश्चन पदार्थः. इट् इस् अ टाइप्, इट् इस् अ पार्ट् आफ् द कौस् बाडी. सासना नाम गोः कण्ठभागे चर्मविशेषः यद् वर्तते सः सासना, सा सासना. पुष्पा भगिनी किम्? आम् अस्तु. अन्य केनापि आगतं मध्ये? अस्तु. अधोभागे चित्रद्वयं वर्तते, गोत्वम् इति दर्शयित्वा यत्र यत्र गोत्वम् अस्ति, मण्डलाकारे एकं चित्रम् अस्ति, गोत्वं गोत्वम् इति दर्शितमस्ति अस्ति, तत्र तत्र सासना अपि अस्ति, गोः सासना वर्तते एव. तदर्थं सासना गोः लक्षणम् इति दर्शनार्थं तत् चित्रम्. अपरं चित्रं च गवेतर जगत् इत्युक्ते गां विहाय अथवा गां विहाय जगति यत्किमपि भवति तत्र सासना अभावः इति प्रदर्शयितुं, महिषि भवतु, अश्वः भवतु, रासभः भवतु, घटः वा पटः वा यत्किमपि भवतु गां विहाय तत्र तत्र सासनाभावः इत्युक्ते सासना न भवत्येव इति प्रदर्शनार्थं चित्रद्वयम् अत्र स्थापितमस्ति. भगिनि चट्टः अर्थं किम्? किं चट्टः? गवेत पट मठ चट्टः चटः वा अर्थं किम्? न सम्यक्तया ज्ञायते भगिनि. आम् किन्तु चटः नाम प्रायः न जानामि. मठः नाम हट् अस्ति किन्तु दर्शनार्थम् अत्र जगति यावन्ति वस्तूनि सन्ति गां विहाय तत्र न कुत्रापि सासना भवति, व्याघ्रः वा सिंहः वा यत्किमपि भवतु. प्रश्नाः सन्ति वा? अस्तु तर्हि अग्रे सरेम. नीता भगिनी पठति किम्? आं पठामि. हलो. हा पठतु. तथा च यत् सर्वेषु लक्ष्येषु भवति लक्ष्येषु अलक्ष्येषु न भवति तल्लक्षणम्. यः पदार्थः एवं विदो न भवति सः न लक्षणं किन्तु लक्षणाभासः. किञ्चित् वदतु भगिनि. तथा च यत् सर्वेषु लक्ष्येषु भवति अलक्ष्येषु न भवति. यत्र लक्षणमस्ति तत्र अलक्षणं नास्ति. अत्र सर्वेषु लक्ष्येषु भवति इति अस्ति. लक्ष्यं नाम किम्? लक्ष्यं नाम पृथ्वी. हा यदा पृथिव्याः चर्चा तदा पृथिवी, यथा गौः चर्चा तदा गौः. जिज्ञासितः पदार्थः, जिज्ञासा यत्र भवति अस्माकं ज्ञातुम् इच्छा यत्र, तद् लक्ष्यम्. अलक्ष्यं नाम चर्चा नास्ति इदानीं, यस्य विषये अस्माकं जिज्ञासा नास्ति तद् अलक्ष्यम्. अस्तु इदानीं वदतु नीता भगिनी. तथा च यत् सर्वेषु लक्ष्येषु भवति अलक्ष्येषु न भवति तल्लक्षणम्. लक्ष्यं ज्ञातवती, अलक्ष्यं ज्ञातवती, तर्हि तद् लक्षणं किं लक्षणम् अस्ति? नीता भगिनी. आम् अहं चिन्तयामि. वाक्यं पुनः पठतु. तथा च यत्, तथा च यत् सर्वेषु लक्ष्येषु भवति अलक्ष्येषु न भवति तल्लक्षणम्. यद्वस्तु सर्वेषु लक्ष्येषु भवति, यथा सासना, सासना कुत्र भवति? कवि अस्ति, कवि एव भवति सासना. अलक्ष्यं नाम किम्? यस्य पदार्थे जिज्ञासा नास्ति अलक्ष्यं. सत्यम् इत्युक्ते गां विहाय अन्यत् सर्वम् अलक्ष्यम्. आम् आम्. अन्येषु वस्तुषु सासना भवति वा? नास्ति. नास्ति. तर्हि यत् सर्वेषु लक्ष्येषु भवति इत्युक्ते सर्वासु गोषु भवति, अलक्ष्येषु न भवति तद् लक्षणम्. इदानीम् अवगच्छति भगिनि? आमाम् आम्. रक्षा भगिनी, तल्लक्षणम् इति विषये अहं शब्दकोशं दृष्टवती, तत् समस्तपदमिति मन्ये. तल्लक्षणम् इत्युक्ते हिज् ओर् हर् ओर् इट्स् मार्क्, मार्क् इति अस्ति. अस्मिन् अस्मिन् सन्दर्भे तस्य वैशिष्ट्यं किम् इति न जानामि, परन्तु समस्तपदम् इति. हिस् ओर् हर् मार्क् एव खलु भगिनि अत्रापि लक्षणम्? आमां तदेव. आम्, हिस् ओर् हर् मार्क् इति शब्दकोशे अस्ति, किन्तु गौः लक्षणं किं? सासना एव. आम्. सासनां विहाय अन्यत् किमपि लक्षणम् इति वक्तुं शक्नोति वा इति चिन्तयतु. नेत्रं गौः शृङ्गं भवति खलु, हान् भवति, तद् गौः लक्षणं भवितुमर्हति वा? न, अलक्ष्येषु अपि तद् भवति इति कारणात् लक्ष्यम्. अपि च गौः पुच्छं भवति, टेल्, तद् लक्षणं भवितुमर्हति वा? न अर्हति. तर्हि गौः एव विशिष्टः गुणः, अथवा यथा भवती उक्तवती विशिष्टः मार्क्, विशिष्टः गुणः, तदेव लक्षणम् अस्ति. अस्तु नीता भगिनी, अग्रे पठति किम्? यः पदार्थः एवं विदो न भवति सः न लक्षणं किन्तु लक्षणाभासः. यः पदार्थः एवं विधो न भवति, एवं विधो नाम यः पदार्थः लक्ष्येषु न भवति अपि च अलक्ष्येषु अपि भवति, तादृशः पदार्थः न लक्षणं किन्तु लक्षणाभासः. पुनः वदतु. यः पदार्थः एवं विधो न भवति, एवं विधः नाम किम्? सर्वेषु लक्ष्येषु भवतु अपि च अलक्ष्येषु न भवतु इति नियमः. यः पदार्थः एवं विधो नास्ति इत्युक्ते सर्वेषु लक्ष्येषु न भवति, अथवा सर्वेषु लक्ष्येषु भूत्वा अलक्ष्येषु अपि भवति, यथा इदानीम् अस्माकं चर्चा जाता पुच्छम् अथवा शृङ्गादयः, पादं, नेत्रम्, अपरत्र अलक्ष्येषु अपि भवति, केवलं गोः एव विशिष्टः गुणः इति न. तदर्थम् एतादृशाः पदार्थाः लक्षणाभासः, इत्युक्ते लक्षणम् इति भाति किन्तु लक्षणं नास्ति. अवगच्छति वा? अवगतम् अवगतं. भगिनी प्रश्नः अस्ति, लक्षणाभासः इत्युक्ते द्विविधम् अस्ति वा? एकः तु लक्ष्येषु न, अन्यत्र सर्वत्रेषु अपि अस्ति. इदानीं नेत्रम् इति वदामः चेत् लक्षणं नास्ति, तद् एक तदनन्तरं लक्ष्येषु श्वेतवर्ण गौः इति वदामः चेत् सर्वेषु गौषु नास्ति तादृशं वा? सत्यं सत्यं, श्वेतवर्णः गौः इति सर्वाः गावः श्वेतवर्णीयाः वा? न, कपिलः गावः भवति, कृष्णगावः भवन्ति खलु, तदपि लक्षणाभासः एव. लक्षणाभासः एव, धन्यवादः. लक्षणं न, प्रायः गुणः अस्ति. एकं कृष्णवर्णीयः गां पश्यामश्चेत् तत्र गुणः अस्ति, रूपम् इति गुणः भवति तस्मिन्, कृष्णवर्णः तद् रूपम् अस्ति, किन्तु तद् लक्षणं न. परन्तु भगिनि किमर्थं वयं वदामः लक्षणा अभावः न परन्तु अभासः? लक्षणाभासः इत्युक्ते यथा अहम् उक्तवती शृङ्गः, शृङ्गं दृष्ट्वा वयम् इदं गौः इति वक्तुं न शक्नुमः. हरिणः अस्ति, डियर् तस्यापि अस्ति, महिषी तस्यापि अस्ति, तदर्थं लक्षणाभासः, अथवा पुच्छम् इति स्वीकुर्वन्ति चेत् लक्षणाभासः. लक्षणः इव दृश्यते इति, लक्षणः न, लक्षणः इव, लक्षणमिव भाति. अस्तु अग्रे गच्छामः वा? तर्हि एतावता लक्ष्यं नाम जिज्ञासितः पदार्थः, लक्षणं नाम सः विशिष्टः गुणः यत् सर्वेषु समानजातीयेषु वर्तते अपि च विजातीयेषु नास्ति, तद् लक्षणम् इति उच्यते. अधुना लक्षणं नास्ति इति वक्तुं कीदृशः दोषाः सम्भवन्ति इति अग्रे अग्रिमः सर्गः. किं महोदय? अस्तु अग्रे प्रिया भगिनी पठति वा? आं पठामि. अव्याप्तिदोषः, कश्चित् पदार्थः न सर्वेषु लक्ष्येषु वर्तते किन्तु केषुचित् एव, सः अव्याप्तः इति उच्यते. यथा भगिनी पूर्वम् उक्तवती, सर्वेषु लक्ष्येषु यद् लक्षणं न भवति, केषुचिदेव भवति चेत् तत् सः अव्याप्तः. उदाहरणम् अग्रे अस्ति, यथा गोः श्वेतरूपं लक्षणम् इति केनचित् उक्तम्, इदं च श्वेतरूपं गोजातीयायां श्वेतगवि एव वर्तते, कृष्णगवि नास्ति इति तत्र अव्याप्तिरिति लक्षणदोषः भवति. अस्तु किञ्चित् वदतु भगिनि. यथा श्वेतगौः अस्ति, तत्र कृष्णगवि नास्ति इति न भवितुम् अर्हति. केषुचित् लक्ष्येषु एव वर्तते श्वेतरूपं, श्वेतवर्णीयवर्णं, ततः ततः लक्षणदोषः इति उच्यते. किमर्थं चेत् अव्याप्तिदोषः. अव्याप्तिदोषः किमर्थं चेत् तद् लक्षणं सर्वेषु गोषु सर्वासु गोषु न वर्तते इति. इति अव्याप्तिदोषस्य उदाहरणं. श्वेतरूपं लक्षणमिति स्वीकुर्मश्चेत् न सर्वत्र सर्वासु गोषु गोत्वम् इति जातिः यत्र यत्र अस्ति तत्र तत्र श्वेतवर्णमस्ति वा इति चिन्तनीयं. तथा भवति किम्? न भवति. हा, श्वेतरूपवती गौः भवितुमर्हति, कृष्णरूपवती गौः भवितुमर्हति, कपिलरूपवती गौः भवितुमर्हति. तर्हि वर्णः इति गुणः भिन्नासु गोषु भिन्नभिन्नवर्णः भवितुमर्हति. इत्यतः वर्णः कृष्णरूपत्वम् अथवा श्वेतरूपत्वम् इति लक्षणं नास्ति. अव्याप्तिदोषः अस्ति. सर्वासु गोषु सर्वासु समानजातीयेषु वर्तते चेत् एव लक्षणं. सर्वासु समानजातीयेषु न वर्तते चेत् अव्याप्तिलक्षणदोषः भवति. यः गुणः एकदेशवृत्तिः अस्ति. एकदेशवृत्तिः इत्युक्ते एकस्मिन्नेव स्थले एकस्मिन्नेव प्रदेशे यस्य व्याप्तिः भवति तादृशः गुणः लक्षणं न भवितुमर्हति. यतोहि तत्र अव्याप्ति इति लक्षणदोषः अस्ति. अव्याप्तिदोषः अपि लक्षणाभासः किल. अव्याप्तिदोषः अग्रे तदपि अस्ति. तर्हि अव्याप्तिदोषः इत्युक्ते एकदेशवृत्तित्वम् एकदेशवृत्तित्वं लक्ष्येषु तद् अव्याप्तिदोषः. एकदेशवृत्तित्वम् इत्युक्ते एकस्मिन्नेव प्रदेशे केषुचित् श्वेतरूपवतीषु गोषु वर्तते श्वेतरूपत्वम् एकदेशवृत्तित्वं श्वेतरूपस्य. अपरत्र कपिलगावः भवितुमर्हति अथवा कृष्णगावः भवितुमर्हति. इत्यतः एतस्य गुणस्य श्वेतरूपं वा कृष्णरूपं वा इत्यस्य गुणस्य अव्याप्तिलक्षणदोषः भवति. यत्र अव्याप्तिलक्षणदोषः भवति तत्र अयं गुणः लक्षणम् इति न वक्तुं शक्नुमः. अत्र प्रश्नः सन्ति वा? अवगतं वा? अस्तु, अग्रे शान्ता भगिनी पठति किम्? अग्रिम पाराग्राफ् वा महोदय? आमां, परिच्छेदः. प्रकृतचित्रे आहत्य अष्टौ गावः सन्ति. तासु सर्वासु गोत्वम् अस्ति. तत्र प्रथमा, द्वितीया, चतुर्थी, षष्ठी च श्वेतरूपवती. परन्तु तृतीयायां, पञ्चम्यां, सप्तम्याम्, अष्टम्यां च गवी श्वेतरूपं नास्ति. अतः गोत्ववत्सु कासुचित् श्वेतरूपस्य अभावः वर्तते. अतः श्वेतरूपं न गोलक्षणं किन्तु अव्याप्तिदोषग्रस्तं लक्षणाभासः. अस्तु भगिनि, किञ्चित् प्रतिपादयतु. अस्मिन् चित्रे अष्ट गावः सन्ति. तस्मिन् एव पुटे सर्वे पश्यन्तु, एकं चित्रम् अस्ति पार्श्वे एव अव्याप्तिदोषः इत्यस्य अधोभागे. अस्तु भगिनि, वदतु. तस्मिन् चित्रे अष्टौ गावः सन्ति. तेषु प्रथमद्वितीयचतुर्थषष्ठी षष्ठ च ते श्वेतरूपवती, परन्तु अन्येषु श्वेतरूपत्वं नास्ति. अतः श्वेतरूपं गोलक्षणं नास्ति. सर्वेषु तत् लक्षणं न भासते इति कारणात् श्वेतरूपं गोलक्षणं नास्ति. परन्तु अव्याप्तिदोषः अस्ति. अव्याप्तिदोषग्रस्तं लक्षणाभासः इति लक्षणमेव दृश्यते, परन्तु लक्षणं नास्ति. यथा चित्रे प्रदर्शितं यत्र यत्र गोत्वं गोत्वम् इति अस्ति, तत्र तत्र सर्वत्र कृष्णरूपत्वम् अस्ति वा इति द्रष्टव्यमस्ति. पूर्वस्मिन् पुटे चित्रे यत्र यत्र गोत्वम् इति प्रदर्शितं तत्र तत्र सर्वत्र सास्ना इति पदार्थः आसीत्. किन्तु अत्र पश्यन्ति चेत् गोत्वं यत्र यत्र अस्ति तत्र तत्र सर्वत्र कृष्णरूपत्वम् अस्ति वा इति परिशीलनीयम्, अथवा सर्वत्र श्वेतरूपत्वम् अस्ति वा इति परिशीलनीयं. तथा तु नास्ति एव. तदर्थं श्वेतरूपत्वं गोलक्षणं किन्तु अव्याप्तिदोषग्रस्तं लक्षणाभासः. इति अवगतम्? कस्यापि प्रश्नः अस्ति वा? अस्तु, अग्रे राधिका भगिनी पठितुम् इच्छति किम्? आम् तथा. अतिव्याप्तिदोषः द्वितीयो दोषः अतिव्याप्तिः. एषः दोषः तस्मिन् भवति यः पदार्थः लक्ष्ये भवति अलक्ष्ये अपि भवति. यथा गोः शृङ्गं लक्षणम् उक्तं चेत् तत् लक्ष्यासु गोषु वर्तते, तथैव अलक्ष्येषु अजादिषु अपि वर्तते. अस्तु भगिनि, इदानीं किञ्चित् वदतु. गते कक्षायाम् अहम् अवदम् यदि फलानि मधुरा तद् लक्षणं वा इति, परन्तु शर्करामपि तद् मधुरा अस्ति, मधुरा फलस्य लक्षणं न भवितुम् अर्हति, अतिव्याप्तिदोषः भवति. सत्यं, यथा भवती उक्तवती फले अपि मधुरता अस्ति, तादृशी मधुरता अपरत्र अपि स्यात्, शर्करायाम् अथवा अपरेषु फलेषु स्यात्. तदर्थम् अतिव्याप्तिदोषः. अत्र उदाहरणं किमस्ति? अत्र गोः यदि अहं वदामि शृङ्गः गोः लक्षणम् इति, गोः अपि अजादिषु अपि शृङ्गं भविष्यति खलु, तस्मात् कारणार्थं तद् अतिव्याप्तिदोषः इति वर्तते. अजादिषु इत्युक्ते आङ्ग्लभाषायां वदामि वा? गोट् अज आदिषु, अज आदिषु इत्यादिषु अपि इति द्वितीयः दोषः. प्रथमतया शृङ्गम् इति लक्षणम् अथवा गुणः सर्वासु गोषु वर्तते वा इति परिशीलनीयम्. सर्वेषु लक्ष्येषु, अस्माकं लक्ष्यमस्ति गौः इति, सर्वेषु लक्ष्येषु भवति वा शृङ्गः? सर्वासु गोषु शृङ्गं भवति वा? अहं क्लेशः अस्ति भवन, आं वा न न न, इदानीं पश्यतु यदि काफ् अस्ति तु तत्र तु न भवति खलु. यदि अहं वयं वदामः अस्माकं लक्ष्यं गौः अस्ति तु काफ् मध्ये अपि न भवितुम् आवश्यकम् अस्ति खलु, परन्तु काफ् मध्ये साष्णापि न भवति इदानीं भवती जानाति खलु अहं नगरे एव वसामि, तु गौः न पश्यामि इति. वयं सर्वे प्रायः तादृशाः एव इति मन्ये. तर्हि यथा भवती उक्तवती, प्रायः वत्सेषु इत्युक्ते लघु लघु गोषु न भवति, किन्तु तस्य सम्भावना तु अस्ति भवत्येव अग्रे गत्वा. तर्हि शृङ्गं तु सर्वासु गोषु भवत्येव इति प्रथमः अंशः. किन्तु गां विहाय अन्यत्र अपि भवति वा इति चिन्तनीयं भवति खलु. अजादिषु सर्वत्र भवति एव. तर्हि तादृशः गुणः यः लक्ष्येषु भवति, अथवा तादृशलक्षणं यद् सर्वेषु लक्ष्येषु भवति अपि च अलक्ष्ये अपि भवति, तादृशः गुणः अथवा लक्षणम् अतिव्याप्तिदोषग्रस्तं लक्षणम्. अतिव्याप्तिदोषः नाम अलक्ष्यवृत्तित्वम्, अलक्ष्ये अपि वर्तते. अव्याप्तिदोषः एकदेशवृत्तित्वम् इत्युक्ते लक्ष्येषु एकत्र एव आसीत्, किन्तु अतिव्याप्ति नाम दोषः अलक्ष्यवृत्तित्वम् इत्युक्ते अलक्ष्येषु अपि वर्तते. तादृशः गुणः अपि लक्षणं नास्ति. यः यस्य गुणस्य अव्याप्तिदोषः अतिव्याप्तिदोषः भवति, तादृशः गुणः लक्ष्यस्य लक्षणं न भवितुम् अर्हति. प्रश्नः वदतु. अतिव्याप्तिदोषः लक्षणाभासः समानं वा? प्रायः प्रायः भवितुमर्हति महोदय. तद् प्रष्टव्यः स्वरूप महोदय एव प्रष्टव्यः. अत्र उक्तं नास्ति लक्षणाभासः इति, किन्तु वयं चिन्तयामश्चेत् केवलं शृङ्गं दृष्ट्वा सर्वासु गोषु शृङ्गं भवति इत्यतः तद् लक्षणम् इति यदा कदापि भानं भवति चेत् तर्हि तद् केवलं लक्षणाभासः न तु लक्षणम्. अव्याप्ति अतिव्याप्ति असम्भव दोषरहितं लक्षणमिति, अतः अव्याप्ति अथवा अतिव्याप्ति अथवा असम्भवदोषः लक्षणाभासः इति अपि वक्तुं शक्यते किल? इति वक्तुं शक्यते इति अहमपि चिन्तयामि, किन्तु अत्र तु निर्दिष्टतया न उक्तम् अस्ति. अग्रे अस्तु भगिनि, अतिव्याप्तिदोषः अपि न इदं लक्षणं किन्तु लक्षणाभासः इति लिखितमस्ति. ओ अस्तु अस्तु, अग्रे अस्ति. राधिका भगिनी तर्हि अग्रे पठतु. प्रकृत चित्रे शृङ्गं यद्यपि सर्वासु गोषु वर्तते परन्तु अलक्ष्ये अजादौ अपि वर्तते इति तत्र अतिव्याप्तिः दोषः भवति. अतः इदं लक्षणं किन्तु लक्षणाभासः. तदेव वयं उदाहरणं दृष्टवन्तः खलु, शृङ्गं तु गोषु अपि वर्तते, अजादौ अपि वर्तते, तस्मात् कारणार्थम् अतिव्याप्तिदोषः दोषः अपि लक्षणाभासः एव. एषः दोषः अपि लक्षणाभासः. वरणी महोदय, भवतः प्रश्नस्य उत्तरं. तर्हि अव्याप्तिदोषः सर्वेषु लक्ष्येषु यद् न वर्तते, अपि च अतिव्याप्तिदोषः सर्वेषु लक्ष्येषु वर्तते अपि च अन्येषु अलक्ष्येषु अपि वर्तते, तादृशदोषः अतिव्याप्तिदोषः. एतादृशौ गुणौ लक्षणम् इति न वक्तुं शक्नुमः, लक्षणाभासः एव. अस्तु, अग्रे सरला भगिनी पठति वा. असम्भवदोष तृतीयो दोष असम्भव. यः धर्मः न कस्मिन्नपि लक्ष्ये भवति तस्मिन् आयाति, यथा केशराः सिंहजटाः गोः लक्षणम् इति उक्तं, तत् गोजातीयायां कस्यामपि गवि सह धर्मः नास्ति इति तस्मिन् असम्भवे दोषः इति उक्तं। किञ्चित् वदतु। तृतीयो दोषः असम्भवः यत् धर्मः कस्मिन्नपि लक्ष्ये भवति, कस्मिन् लक्ष्ये यः गुणः अस्ति तत् गुणः असम्भवदोषः। उदाहरणं केशरा कदापि गौ शिरः नास्ति, सिंहशिरः केशरा अस्ति, तत् लक्षणं असम्भवदोषः अस्ति। सर्वे लक्ष्येषु यः गुणः नास्ति किन्तु अलक्ष्येषु गुणः अस्ति तत् असम्भवदोषः अस्ति इत्येव तृतीयः दोषः, असम्भवः दोषः नाम लक्ष्यसामान्य अवृत्तित्वं। लक्ष्यसामान्य अवृत्तित्वं, लक्ष्यसामान्य अवृत्तित्वं, तादृशः गुणः यः लक्ष्येषु न कुत्रापि भवति। लक्ष्यं गौः इत्युक्ते न कस्यापि कस्यामपि गवि न भवति, तादृशः गुणः असम्भवः दोषग्रस्तः गुणः भवति। अत्र उदाहरणं किं दत्तमस्ति भगिनि? अत्र उदाहरण केशः गौः शिरः नास्ति, शिरसि नास्ति, किन्तु सिंहस्य शिरः केश सन्ति। सिंहस्य जटाः अथवा सिंहजटाः सिंहस्य शिरसि एव भवति, एतद् गोः लक्षणम् इति न वक्तुं शक्नुमः। तर्हि गोजातीयायां कस्यामपि गवि सः धर्मः नास्ति, तादृशः दोषः अस्ति असम्भवः दोषः इति। भगिनि, तत्र असम्भवदोषः एव आभासः एव नास्ति किल? अत्र नास्ति इति मन्ये। इत्युक्ते वयं न कदापि सिंहस्य केशं दृष्ट्वा एतद् गोः अपि लक्षणं भवितुम् अर्हति इति न कदापि चिन्तयामः, खलु? चिन्तयामः। तर्हि अत्र नास्ति लक्षणाभासः इति मन्ये, नास्ति एव वस्तुतः, नास्ति आभासः नास्ति, सत्यं नास्ति एव। अस्तु, अग्रे भरणी महोदय पठति किम्? भरणी महोदय अस्ति वा? हा अस्मि। पूर्वोक्तशासनरूपधर्मः गवि वर्तते, अतः असम्भवो दोषः सर्वासु गोषु अस्तीति नाव्याप्तिदोषः। एवम् अलक्ष्येषु अजमहिषादिषु न वर्तते इति न अतिव्याप्तिदोषः अतिव्याप्तिर्दोष इति निर्दुष्टं सास्नावत्वं गोः लक्षणमिति उच्यते। पूर्व उक्त सास्नारूपधर्मः कवि वर्तते, तस्मिन् अर्थः सास्ना इति पदार्थः गवि अस्ति, अतः न सम्भवो दोषः। न सम्भवदोषः इत्युक्ते सम्भवदोषः न अस्ति, सम्भवदोषः नास्ति वा असम्भवदोषः नास्ति वा? असम्भवदोषः नास्ति, सर्वासु गोषु अस्ति इति न व्याप्तिदोषः। अव्याप्तिदोष न अव्याप्तिदोष सर्वासु गोषु अस्ति इति सर्वासु गोषु अस्ति सर्वासु गोषु किमस्ति सास्ना सर्वासु गोषु अस्ति तर्हि तत्र न अव्याप्तिदोषः सर्वासु गोषु अस्ति इत्यत्र इत्यतः एकदेशवृत्तित्वं नास्ति तदर्थम् अव्याप्तिदोषः नास्ति अपि च गवी अस्ति इत्यतः असम्भवदोषः नास्ति इत्युक्ते लक्ष्यसामान्य अवृत्तित्वम् इति दोषः नास्ति अन्यत् किमस्ति तृतीयः बिन्दुः एवम् अलक्ष्येषु अजः महिषी आदिषु न वर्तते इति न अतिव्याप्तिदोषः एवम् अलक्ष्यम् इत्युक्ते गोः न अस्ति तत् उदाहरणं अजः महिषी आदि अजः महिषी तत्र सासनापदार्थः नास्ति अलक्ष्येषु नास्ति न वर्तते इति न अतिव्याप्तिदोषः इति निर्दुष्टुं सासनावत्त्वं गोः लक्षणमिति उच्यते अन्य किमपि गोः लक्षणं परन्तु अन्य अजः महिषी इत्यादिषु न अस्ति सासनापदार्थ अन्यत् किमपि नास्ति गोः एव अस्ति तत्कारणात् तत् लक्षणम् इति उच्यते इति लक्षणम् इति उच्यते अस्तु तर्हि लक्षणं नाम किम् एकस्मिन् एव वाक्ये वक्तुम् इच्छामश्चेत् लक्षणं नाम किम् किमपि अस्ति वा भगिनी उच्चैः वदतु लक्षणः अस्मिन् वाक्ये उक्तम् इति लक्षणं न असम्भवदोषः अस्ति वा एतस्मिन् अतः नासम्भवदोषः तद् लक्षणम् इति लक्षणमेव अस्ति इदानीं लक्षणम् इत्युक्ते नासम्भवदोषः अस्ति वा लक्षणं नाम सः गुणः यस्मिन् त्रयः दोषाः न सन्ति ते के सन्ध्या भगिनी वदति वा दोषत्रयम् इत्युक्ते तत्र अतिव्याप्तिदोषः अव्याप्तिदोषः असम्भवदोषः तद् यत्र नास्ति तद् लक्षणम् इति तद् लक्षणं सम्यक् लक्षणं नाम अव्याप्ति अतिव्याप्ति असम्भवदोषरहितः असाधारणः धर्मः लक्षणम् अव्याप्तिदोषः इत्युक्ते सर्वेषु लक्ष्येषु वर्तते इति भवतु तादृश यः एकदेशवृत्तित्वं नास्ति अव्याप्तिदोषरहितः नास्ति तादृशः अपि च अलक्ष्यवृत्तित्वं नास्ति इत्युक्ते अतिव्याप्तिदोषः नास्ति अपि च असम्भवदोषः अपि नास्ति इत्युक्ते लक्ष्यसामान्य अवृत्तित्वम् अपि नास्ति तादृशः गुणः अस्ति लक्षणम् प्रश्नाः सन्ति वा अत्र भगिनि अतिव्याप्तिदोषस्य वर्णनं अहं किमर्थं पृच्छामि अव्याप्तिदोषस्य वर्णनं भवती उक्तवती एकदेश अवृत्तित्वं खलु असम्भवदोषस्य वर्णनं लक्ष्यसामान्य अवृत्तित्वं अतिव्याप्ति किमपि उक्तवती वा? अलक्ष्यवृत्तित्वं. धन्यवादः. अलक्ष्यवृत्तित्वम् अलक्ष्येषु अपि वर्तते तादृशः गुणः अतिव्याप्तिदोषग्रस्तगुणः. धन्यवादः. अस्तु तर्हि अत्र प्रश्नः नास्ति चेत् पुनः प्रथमपुटम् अद्यतनस्य अद्यतनवर्गस्य प्रथमपुटं पश्यन्तु सर्वे. रागिनी भगिनी पठति किम्? अस्तु सन्ध्या भगिनी एव पठतु. तत्र गन्धवती पृथिवी ततः वा? सत्यं सत्यं. तत्र गन्धवती पृथिवी सा द्विविधा नित्या अनित्या च. नित्या परमाणुरूपा, अनित्या कार्यरूपा. पुनः त्रिविधा शरीरेन्द्रियविषयभेदात्. शरीरम् अस्मदादीनाम्. इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति. विषयः मृत्पाषाणादिः इति. तर्हि द्रव्यनिरूपणे प्रथमद्रव्यमस्ति पृथिवी इति. गन्धवती पृथिवी इति वदामः. वर्गस्य आदौ एव जले अपि अस्ति चेत् तद् पृथिवी इति वदामः इति प्रश्नः आसीत्. तर्हि अस्माभिः चिन्तनीयं भवति पृथिवीं विहाय गन्धः अन्यत्र भवति वा इति. पृथिवीं विहाय अन्यत्र भवितुमर्हति किं गन्धः? तथा नास्ति एव. यदा जले भवति चेत् गन्धः जले भवितुमर्हति. तदा किं भवति, कीदृशी स्थितिः भवति? स्वाश्रयः संयोगसम्बन्धेन. वदतु शान्ता भगिनी. वदतु शान्ति भगिनी, क्षम्यताम्. यत्र जले अपि सः भवति तत्र स्वाश्रयसंयोगेन भवति. इत्युक्ते पृथिव्याः अंशः जले अन्तर्गतः. संयोगः इत्युक्ते कीदृशः सम्बन्धः, पृथक् कर्तुं शक्नुमः वा? पृथक् कर्तुं शक्नुमः निश्चयेन. जलान्तर्गतपृथिवी पार्थिवद्रव्यं वयं जलात् पृथक् कर्तुं शक्नुमः. इत्यतः तत्र स्वाश्रयसंयोगः भवति. किन्तु पृथिव्यां गन्धः केन सम्बन्धेन भवति? संयोगसम्बन्धेन, स्वाश्रयसंयोगसम्बन्धेन न, पृथिव्यां गन्धः. ओ, गुणगुणिनोः गुणगुणिनोः समवायसम्बन्धः इति वक्तव्यं भवति. यतोहि गन्धः जले केन सम्बन्धेन भवति? समवायसम्बन्धेन. जले गन्धः, जले गन्धः न तु पृथिव्यां. जले गन्धः स्वाश्रयसंयोगेन भवति, किन्तु पृथिव्यां गन्धः तु समवायेन भवति. इति अपि भेदः अस्ति इति चिन्तनीयं भवति. यद्यपि कस्मिंश्चित् अपि जले गन्धं जिग्रतुं शक्नुमः, तथापि तत्र जलस्य लक्षणं नास्ति गन्धः इति. पृथिव्याः एव लक्षणम्. अन्यच्च पृथिवीं विहाय अपरत्र भवितुमर्हति वा गन्धः इति चिन्तनीयं. तत्र किम् अपरत्र भवति पृथिवीं विहाय? न भवति. भवति चेत् अपि पार्थिवद्रव्ये एव भवति. अपरेषु अपि स्वाश्रयसंयोगेन भवति. अपरत्र न भवति. सर्वासु पार्थिवद्रव्येषु, सर्वेषु पार्थिवद्रव्येषु भवति वा गन्धः? आम् भगिनि, सर्वेषु पार्थिवद्रव्येषु भवति. अपि च पृथिव्यां गन्धः न भवति इति स्थितिः यदा कदापि भवति वा? न. तर्हि गन्धः इति गुणः अव्याप्ति अतिव्याप्ति असम्भव दोषरहितः अस्ति इत्यतः पृथिव्याः लक्षणं गन्धः तदर्थं गन्धवती पृथ्वी इति उच्यते यथा अत्र आसीत् सास्नावत्वं गोः लक्षणं तथा एव गन्धवत्वं पृथिव्याः लक्षणम् पुनः तत्र पृथिव्याः द्वैविध्यम् अस्ति तत् सर्वम् अग्रिमसप्ताहे वर्गे पाठयति महोदयः द्विधा नित्य परमाणवः नित्यद्रव्याः इति वयं पूर्वमपि अधीतवन्तः तर्हि नित्यारूपा पृथिवी भवति परमाणुरूपे अनित्याकार्यरूपे तत्र पुनः त्रैविध्यं शरीर इन्द्रिय विषयभेदात् इति सर्वम् अग्रिमसप्ताहस्य पाठः भवति एतावता प्रश्नाः सन्ति वा भगिनी तत्र पुनः किञ्चित् लघु प्रश्नः जलस्य विषये एव भवती उक्तवती शुद्धजले गन्धः नास्ति यदि पृथिव्याः अंशः अन्तर्भूतः तर्हि तस्मिन् जले गन्धः अस्ति तर्हि तादृशं जलं दुष्टं वा दूषितं जलम् इति कथ्यते वा तर्कशास्त्रे वा इतोपि भिन्नपदमस्ति तस्य जलस्य विशेषणं तस्य जलस्य विशेषणं भवति वा न वा इति अहमपि न जानामि किन्तु इदम् अवगन्तव्यम् अस्ति यत् तादृशे जलेषु यदा गन्धः भवति तत्र गन्धः लक्षणरूपेण न भवति प्रायः गुणः स्यात् जलस्य किन्तु पार्थिवद्रव्ये एव गन्धः भवति अपि च पार्थिवद्रव्यं वयं पृथक् कर्तुं शक्नुमः जलात् तदर्थं तत्र संयोगसम्बन्धः अस्ति गन्धस्य जलस्यापि संयोगसम्बन्धः अस्ति गन्धः इति स्वम् इति कथयामश्चेत् गन्धः स्वस्य आश्रयः इत्युक्ते पार्थिवद्रव्ये भूत्वा जले संयोगसम्बन्धेन भवति स्वाश्रयसंयोगेन भवन्ति गन्धः तर्हि नाट् नेसेसरिलि तत् जलं दूषितम् इति कथ्यते इत्युक्ते सुगन्धयुक्त वा दुर्गन्धयुक्तः जलं वा इति ओ अस्तु अस्तु भगिनि दूषितं जलं वा न वा इति अहं न जानामि किन्तु तद् शुद्धं जलं तु नास्ति जलं तु गन्धविहीनमेव गन्धरहितमेव शुद्धजलम् इत्युक्ते अत्र गन्धरहितम् अथवा केवलं यस्मिन् केवलं शैत्यम् अस्ति इत्येव अर्थः मम कथनस्य अर्थः आसीत् धन्यवादः भगिनि कस्यापि प्रश्नः अस्ति वा भगिनि अत्र वदति कथवती परत्व अहं न अवगच्छामि कुत्र पृथ्वीं गन्ध अस्ति परत्वं भवती उक्तवती पृथिव्यां गन्धः अस्ति इति अवगच्छति खलु आम् इदानीं पृथिव्यां गन्धः किमर्थं लक्षणं लक्षणम् इत्युक्ते अव्याप्ति अतिव्याप्ति असम्भवदोषरहितः गुणः लक्षणं पृथिव्यां गन्धः लक्षणम् इति किमर्थं स्वीकृतम् इत्युक्ते पृथिव्यां गन्धः भवति खलु यस्मिन् कस्मिन्नपि वस्तुनः पृथ्वीत्वम् इति जातिः भवति तत्र गन्धः भवति वा तर्हि यत्र यत्र पृथ्वीत्वं तत्र गन्धः अस्ति खलु इत्युक्ते अव्याप्तिदोषः नास्ति अव्याप्तिदोषः नाम लक्षेषु एकदेशवृत्तित्वं तर्हि यत्र कुत्रापि पृथिवीत्वं तत्र गन्धः अस्ति इत्यतः तत्र गन्धस्य अव्याप्तिदोषः नास्ति अपि च इदानीम् अतिव्याप्तिदोषः पश्येम पृथ्वीं विहाय अपरत्र गन्धः भवितुम् अर्हति वा? जलस्य गन्धयुक्तजलस्य उदाहरणे अहम् उक्तवती खलु, पार्थिवद्रव्य अन्तर्गतं जलम् इत्युक्ते पृथिव्याः अंशः अन्तर्भवति जले, तदर्थं गन्धः भवति जलस्य. तस्य अंशस्य पृथक्करणमपि शक्यं. तदर्थं जले साक्षात् गन्धः नास्ति. पार्थिवद्रव्यम् इत्युक्ते पृथिव्याः अंशाः जले भवति इत्यतः एव तत्र गन्धः भवति, नो चेत् न भवति पृथिवीं विहाय. इति अवगच्छति वा? तर्हि गन्धः पृथिवीं विहाय अन्यत्र न भवति इत्यतः अतिव्याप्तिदोषः अपि नास्ति. इत्युक्ते अलक्ष्येषु नास्ति पृथिवी गन्धः, किल? तृतीयः दोषः असम्भवदोषः. असम्भवदोषः नाम यः धर्मः न कस्मिन्नपि लक्ष्ये भवति. इत्युक्ते पृथ्वीत्वम् इति यत्र यत्र अस्ति तत्र तत्र गन्धः भवत्येव. गन्धः असम्भवः इति नास्ति. तर्हि गन्धः इति गुणस्य असम्भवदोषः अपि नास्ति इत्यतः पृथिव्याः गन्धः इति लक्षणं भवति. इति स्पष्टः वा विषयः? न. भगिनी स्पष्ट? भगिनी, चटः मीन्स् काट्. चटः. ओ काट्, अस्तु, धन्यवादः. भगिनी, पूर्व पुस्तके एकः प्रश्नः अस्ति. सप्तपदार्थे समवायः एकः पदार्थः अस्ति वा? अस्ति. समवायः सम्बन्धः अस्ति अस्ति खलु? सत्यं. किन्तु संयोगः अपि सम्बन्धः अस्ति. अहं चिन्तयामि कथं सम्बन्धः एकः पदार्थः न अस्ति. इत्युक्ते समवायः एव किमर्थं पदार्थेषु श्रेणीकरणं किमर्थं किमर्थं संयोगः अथवा दैशिकस्वरूपसम्बन्धः तत्सर्वं नास्ति? सम्बन्ध सामान्यतया सम्बन्धः इति एक विशेष विशेषश्रेणी अहम् इति मन्ये. किमर्थं किमर्थं किं द्रव्यगुणकर्मसामान्यं समवायः इति उक्तं, सम्बन्धः इति किमर्थं न उक्तम् इति भवतः प्रश्नः किल? आम् आम्. अस्तु, अहमपि एवमेव जानामि यत् न्यायपरिभाषया सप्तपदार्थाः सन्ति, समवायः एकः एव, किन्तु किमर्थम् इति न ज्ञायते महोदय. प्रायः स्वरूप महोदय एव प्रष्टव्यः भवति. आम्, समीचीनं समीचीनः प्रश्नः एव भगिनि. अहं किञ्चित् ऐ मीन् इन् बिट्वीन् ऐ suddenly I got this spark. न चिन्ता नास्ति, समीचीनः प्रश्नः एव प्रष्टव्यः भवति महोदय. धन्यवादः. धन्यवादः भगिनि. अस्तु भगिनि, शुभरात्रि. धन्यवादः, शुभरात्रि. धन्यवादः भगिनि, शुभरात्रि. शुभरात्रिः.